पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 124 सूत उवाच अन्तर्धानं गदे विष्णौ वेनो राजा महामतिः क्व गतो देवदेवेश इति चिन्तापरोऽभवत् हर्षेण महता विष्टश्चिन्तयित्वा नृपोत्तमः समाहूय नृपश्रेष्ठं तं पृथुं मधुराक्षरैः तमुवाच महात्मानं हर्षेण महदा तदा त्वया पुत्रेण भूर्लोके तारितोऽस्मि सुपातकाद नीत उज्ज्वलतां वत्स वंशो मे साम्प्रतं पृथो मया विनाशितो दोषैः त्वया गुणैः प्रकाशितः यज्जेहमश्वमेधेन दास्ये दानान्यनेकशः विष्णुलोकं व्रजाम्यद्य सकायस्ते प्रसाददः संभरस्व महाभाग संभारांस्त्वं नृपोत्तम आमं त्रय महाभाग ब्राह्मणान्वेदपारगान् एवं पृथुः समादिष्टो वेनेनापि महात्मना प्रत्युवाच महात्मा स वेनं पितरमादराद कुरुराज्यं महाराज भुङ्क्ष्व भोगान्मनोनुगान् दिव्यान्वा मानुषान् पुण्यान् यज्ञैर्यजनार्दनम् एवमुक्त्वा प्रणम्यैव पितरं ज्ञानतत्परं धनुरादाय पृथ्वीश सबाणं यत्नपूर्वकम् आदिदेश भडान् सर्वान् कोषध्वं भूतले मम पापमेव न कर्तव्यं कर्मणात्रिविधेन वै करिष्यन्ति च यत्पापम् आज्ञां वेनस्य भूपतेः उल्लङ्घ्य वध्यतां सो हि यास्यते नात्र संशयः दानमेव प्रदातव्यं यज्ञैश्चैव जनार्दनं यजध्वं मानवाः सर्वे तन्मनस्का विमत्सराः एवं शिक्षां प्रदत्त्वासौ राज्यं भृत्येषु वेनजः निक्षिप्य जगदो विप्रास्तपसोऽर्थे तपोवनं सर्वान् दोषान् परित्यज्य संयम्य विषयेन्द्रियान् शतवर्षप्रमाणं वै निराहारो बभूवः तपसा तस्य वै तुष्टो ब्रह्मा पृथुमुवाचः तपस्तपसि कस्मात् त्वं तन्मे त्वं कारणं वद पृथुरुवाच वेन एष महाप्राज्ञः पिता मे कीर्तिवर्धनः समाचरदि यः पापमस्य राज्ये नराधमः शिरश्चेत्ता भवत्वेष तस्य देवो जनार्दनः अदृष्टैश्च महाचक्रैर्हरिशास्था भवेत् स्वयं मनसा कर्मणा वाचा कर्तुं वाञ्छति पादकं तेषां शिरांसि त्रुट्यं तु फलं पक्वं यथा द्रुमाद यददेव वरं मन्ये त्वत्तशृणु सुरेश्वर प्रजानां दोषभावेन न लिप्यति पिता मम तथा कुरुष्व देवेश वरं दातुं यदीच्छसि ददस्व उत्तमं कामं चतुर्मुख नमोऽस्तु ते ब्रह्मोवाच एवमस्तु महाभाग पिता ते पूततां गदः विष्णुना शासितो वत्स पुत्रेणापि त्वया पृथो एवं पृथुं समुद्दिश्य वरं दत्त्वा गदो विभुः पृथुरेव समायादो राज्यकर्मणि संस्थितः वैन्यस्य राज्ये विप्रेन्द्राः पापं कश्चिन्न चाचरेत् यस्तु चिन्तयते पापं त्रिविधेनापि कर्मणा शिरच्छेत्तो भवेत्तस्य यथा चक्रैर्निकृन्तितः तदा प्रभृति वै पापं नैव कोऽपि समाचरेत् इत्याज्ञा वर्तते तस्य वैन्यस्यापि महात्मनः सर्वलोकाः समाचारैः परिवर्तन्ति नित्यशः दानभोगैः प्रवर्तन्ते सर्वधर्मपरायणाः सर्वसौख्यः प्रवर्तन्ते प्रसादात्तस्य भूपते इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने चतुर्विंशत्यधिकशततमोऽध्यायः ॐ